नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति निजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वम् इति विषयः अनुवर्तते. तत्र अस्माकं सूत्रमस्ति निजन्तप्रसङ्गे गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणां मणिकर्तासनौ इति सूत्रम्. अनेन सूत्रेण गत्यर्थकधातूनां बुद्ध्यर्थकधातूनां प्रत्यवसानार्थकधातूनां शब्दकर्मकाणाम् अकर्मकाणां च धातूनाम् अन्यन्तवस्थायां यः कर्ता सः ण्यन्तवस्थायां कर्मसंज्ञां प्राप्नोति इति सूत्रार्थः. तर्हि सूत्रस्य विषये अस्माभिः सर्वम् अधीतं. तत्र कतिचन वार्तिकानि अपि आसन्, तेषां विषये अपि अध्ययनं जातम्. इत्युक्ते तत्र नी बह्योर्न इति आरभ्य नी बह्योर्न इति वार्तिकं नी नी धातुः वधातुः धातुद्वयमपि गत्यर्थकौ गत्यर्थकधातुद्वयं. तर्हि गत्यर्थकः इति कृत्वा गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकारमणिकर्तासनौ इति सूत्रेण प्रयोज्यकर्तुः कर्मत्वं स्यात्. परन्तु अनेन वार्तिकेन कर्मसंज्ञायाः निषेधः भवति. इत्युक्ते अनयोः योगे प्रयोजकर्तुः कर्मत्वं न भवति इत्युक्तं. नियन्त्रकर्तृकस्य वहेः अनिषेधः इति वार्तिकं. वहधातोः विषये पुनः अत्र उच्यते कर्मसंज्ञा न भवति निवह्योर्न इति निषेधः इत्युक्तं. परन्तु यत्र वहेः वहधातोः प्रयोजककर्ता नियन्ता अस्ति, सारथिः अथवा सूतः अस्ति, तदानीं प्रयोज्यकर्तुः कर्मत्वं भवति इति तत्र पुनः अपवादः. तदनन्तरं तत्तु नीवः अनयोः विषयः समाप्तः. तदनन्तरम् आदिकाद्योर्न इति इदानीं प्रत्यवसानार्थकधातूनां विषये अद्युधातुः काचिधातुः अनयोः विषये प्रयोज्यकर्तुः कर्मत्वं न भवति इति निषेधः अस्ति. प्रत्यवसानार्थकधातूनां कर्मत्वं भवति इति सूत्रेण प्रकृतसूत्रेण उक्तम्. परन्तु अनेन वार्तिकेन तस्य निषेधः, अतः प्रयोजकत्वः कर्मत्वं न भवति. अनन्तरं भक्षेः अहिंसार्थस्य न इत्युक्तं भक्षधातोः विषये अहिंसायाः प्रसङ्गः अस्ति चेत् तदानीं प्रयोजकत्वः कर्मत्वं न भवति इत्युक्तम्. अनन्तरं जल्पतिप्रभृतीनाम् उपसङ्ख्यानम् इति वार्तिकेन जल्प् इत्यादीनां धातूनां योगे प्रयोज्यकर्तुः कर्मत्वं भवति. वस्तुतः कतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इति सूत्रेण जल्प् धातोः विषये अथवा विलप् इति धातोः विषये, आभाष् इति धातोः विषये, तेषां धातूनां विषये प्रयोजकर्तुः कर्मत्वं न प्राप्तमस्ति. परन्तु विशिष्टविधानम् अस्ति अनेन वार्तिकेन, जल्पतिप्रभृतीनाम् उपसंज्ञानम् इति वार्तिकेन विशिष्टविधानम्, अनेन प्रयोज्यकर्तुः कर्मसंज्ञा भवति. अनन्तरं दृश्येश्च इति वार्तिकमस्ति. दृश्यधातुः तत्र विशेषज्ञानार्थकधातुः अस्ति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इति सूत्रे बुद्ध्यर्थकानां विषये तु प्रयोज्यकर्तुः कर्मत्वं भवति बुद्ध्यर्थकानाम्. परन्तु दृशेश्च इति वार्तिकमस्ति इति कृत्वा बुद्ध्यर्थकः इत्युक्ते सामान्यबुद्ध्यर्थकधातवः, न तु विशेषबुद्ध्यर्थकः. विशेषः इत्युक्ते इन्द्रियस्य उल्लेखः यत्र भवति, इत्युक्ते तत्र चक्षुषा अथवा ग्राणेन्द्रियेण इन्द्रियैः जायमानं ज्ञानं, तादृशज्ञानं गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण तादृशधातूनां योगे प्रयोजकर्तुः कर्मत्वं न भवति. परन्तु दृष्टातोः विषये अपवादः अस्ति. दृष्टातोः विषये यद्यपि विशिष्टज्ञानेन्द्रिय ज्ञानार्थकधातुः अस्ति, तथापि दृश्यतेन दर्शनक्रियायाः ज्ञानमस्ति तत्र, तथापि प्रयोजकर्तुः कर्मत्वं भवति अनेन वार्तिकेन इत्यत्र उक्तम्. अनन्तरं शब्दायतेर्न इत्यपि वार्तिकम् अधीतम्. तत्र शब्दाय इति आदिदेशिकधातुः अस्ति, तत्र अकर्मकधातुः अस्ति. यतोहि शब्दाय इति धातौ एव कर्मसंज्ञायाः बोधः भवति. अतः अयं धातुः अकर्मकः अकर्मकः अस्ति इति कृत्वा गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण अकर्मकधातोः योगे प्रयोजकत्वं कर्मत्वं स्यात्. परन्तु शब्दायतेर्न इति वार्तिकेन अनेन तत्र केवलं शब्दाय इति धातोः विषये प्रयोजकत्वः कर्मत्वं न भवति, यद्यपि धातुः अकर्मकः इति अपि दृष्टम्. अनन्तरं येषां देशकालादिभिन्नकर्म न सम्भवति ते एव अत्र अकर्मकाः इत्यपि उक्तम्. अकर्मकाः सूत्रे वारं वारम् अकर्मकः अकर्मकः इति वयं वदामः. अकर्मकः नाम कः इति चेत् तादृशधातुः यस्य मूलेन मूलरूपेण कर्मसंज्ञा कर्मपदं न सम्भवति, कर्मत्वमेव न सम्भवति, तादृशधातुः अकर्मकः. परन्तु तादृशधातुः अपि देशः अथवा कालः अथवा मार्गवाचकः भावः कर्मत्वेन भवितुम् अर्हति. परन्तु तत्र कर्मत्वेन अस्ति इति कृत्वा धातुः सकर्मकः इति न मन्यते गतिबुद्धिप्रत्यवसानार्थक इति सूत्रस्य कृते. तदानीमपि धातुः अकर्मकः एव, मूलेन अकर्मकः चेत् तदानीमपि अकर्मकः एव इति अपि अस्माभिः दृष्टं गतवर्गे. तदनन्तरं तत्र अन्तिम तत्र किम् अत्र विकल्पेन एकं सूत्रमपि अस्ति, हृक्रोर् अन्यतरस्याम् इति सूत्रमपि अस्माभिः दृष्टं. हृकृ इति धातोः विषये प्रयोजकर्तुः कर्मत्वं विकल्पेन भवति इत्युक्तं. मूलसूत्रेण प्रकृतसूत्रेण गतिबुद्धिप्रत्यवसानार्थक इति सूत्रेण कर्मसंज्ञा न प्राप्ता, परन्तु अनेन विशिष्टसूत्रेण विधानम् अस्ति. हृक्रोर् अन्यतरस्याम् इति सूत्रेण हृकृ अनयोः विषये प्रयोजकर्तुः कर्मत्वं विकल्पेन भवति अन्यतरस्याम् इत्यनेन. अनन्तरम् अन्तिमं वार्तिकमस्ति अभिवादिदृशोरात्मनेपदे वेत्ति वाच्यम् इति वार्तिकं. तर्हि अभि उपसर्गपूर्वकः वाद् इति धातुः, अनन्तरं दृश् धातुः. यदा आत्मनेपदप्रयोगः भवति तदानीं प्रयोज्यकर्तुः कर्मसंज्ञा विकल्पेन भवति. आत्मनेपदप्रत्ययः यदा अस्ति दृष्टातोः योगे प्रयोजकर्तुः कर्मत्वं भवति इति उक्तं मूलवार्तिकेन. तत्र परस्मैपदि वा आत्मनेपदि वा इति नोक्तम्. परन्तु यत्र दृष्टातोः आत्मनेपदप्रयोगः अस्ति, आत्मनेपदप्रत्ययस्य विधानम् अस्ति दृष्टातुतः, तत्र प्रयोज्यकर्तुः कर्मत्वं विकल्पेन भवति. परस्मैपदीप्रत्ययः अस्ति चेत् नित्यरूपेण कर्मसंज्ञा भवति, परन्तु दृष्टातोः आत्मनेपदीप्रत्ययः अस्ति चेत् विकल्पेन भवति. एवमेव अभिवादी इति धातोः विषये अपि प्रयोजकर्तुः कर्मत्वं विकल्पेन भवति इत्युक्तम्. अनन्तरम् इति तावत् एतावता अस्माभिः अधीतं. तदेव अत्र सारांशरूपेण अत्र उक्तमस्ति, पुनः एकवारम् अत्र पठित्वा अग्रे गच्छामः. इदानीं कर्मणि प्रयोगस्य विषये चिन्तनम् आरप्स्यते. तर्हि इदानीं विजयलक्ष्मी भगिनी आरम्भं करोति वा? आं भगिनि, परन्तु मम एकः संशयः अस्ति. पञ्चमः बिन्दोः पूर्वं तत्र अस्मिन् वाक्ये बलिवर्दाः अण्यन्तावस्थायां कर्तारः सन्ति, ण्यन्तावस्थायां ये कर्तारः प्रयोज्यकर्तारः सन्ति ते दीर्घसूत्रेण इति सूत्रेण कर्मसंज्ञाम् अप्राप्नुवन् तस्याः निषेधः भक्षेर् अहिंसार्थस्य वा हिंसार्थस्य वा? एकक्षणं भगिनि, पश्यामि कुत्र अस्ति इति. पञ्चमबिन्दुः इति उक्तवती खलु, पञ्चमबिन्दुः जल्पति प्रभृति तस्य पूर्व देवदत्तः बलिवर्दान् सस्यं भक्षयति इति खलु. हिंसार्थकभक्षातुः अस्ति चेत् तदानीं प्रयोजकर्तुः कर्मत्वं भवति. सस्यं प्राणि इति मन्यते, अन्नम् अप्राणि इति मन्यते शास्त्रे. प्राणि नाम भूतौ भूमौ स्थित्वा जलं स्वीकरोति. अस्तु, तत्र कुत्र अन्तिमं वाक्यं वा कस्य तदानीं? तत्र अत्र हिंसार्थे कर्मत्वं भवति, अहिंसार्थे कर्मत्वं न भवति इति वा? सत्यं, हिंसार्थे तु कर्मत्वं भवति. अत्र वार्तिकेन किम् उक्तमिति चेत् अत्र भक्षेः अहिंसार्थस्य न भवति इति उक्तं, कुत्र न भवति इति उक्तं, भक्षातोः सर्वत्र भवति खलु, गतिबुद्धि प्रत्यवसानार्थकः इति सूत्रेण प्रत्यवसानार्थकधातुः अस्ति, भक्षणार्थकः अस्ति इति कृत्वा भक्षातोः सर्वत्र प्राप्तम् अस्ति, परन्तु अनेन वार्तिकेन अत्र हिंसार्थः अस्ति चेत् एव भवति, अहिंसार्थः अस्ति चेत् न भवति इति वदति. तत् कथं निर्णेतुं शक्यते? अहिंसा वा हिंसा वा इति, अहिंसा वा हिंसा वा इति चेत् इदानीं प्राणिनः, ये प्राणिनः वनेषु वर्तन्ते, यदि एकः प्राणी अपरस्य हननं करोति चेत् तत्र तु हिंसा वर्तते खलु? तत्र क्लेशः नास्ति, क्लेशः नास्ति, परन्तु तत्र सस्यानां विषये एव क्लेशः अस्ति. यदि एकः प्राणी तत्र सस्यं, तत्र भूमौ अस्ति, तत्र भूमौ इदानीमपि जीवति, तस्य भक्षणं करोति चेत् तद् हिंसा अस्ति. परन्तु यदा तस्य कर्तनं सर्वं जातं, तत्पश्चात् यदा वयं पाकं कृत्वा वयं यदा खादामः, तदानीं हिंसा नास्ति. If it is attached to the ground and if you are eating it straight from there, then it is himsa. Atah tatra praninah yada sasyam bakshayanti, tadanim himsa asti. Astu, astu. Astu. Kutah pathaniyam bhagini? तत्र सारांशः अस्ति खलु, एतावता यद् अधीतं तत् सारांशः उक्त्वा कर्मणि प्रयोगं प्रति गच्छामः. सारांश एकं पुनस्मरणेन झटिति पठतु. एतावता अस्माभिः निजन्तप्रयोगे, एतावता अस्माभिः निजन्तप्रयोगे काभ्यां सूत्राभ्यां कैः वार्तिकैः च प्रयोज्यकर्तुः कर्मत्वं प्राप्यते इति दृष्टं. सारांशः एवम् अस्ति, निजन्तप्रयोज्य कर्तुः कर्मत्वं विधीयते एतैः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्तासणौ निवह्योर्न इति वार्तिकं. नियन्तृकर्तृकस्य वहेः वहेर्निषेधः वार्तिकम्. आदिखाद्योर्न, पुनः सम्यक्तया पठतु. नियन्तृकर्तृकस्य वहेः अनिषेधः वा, सम्यक् वा? अनिषेधः तत्र वा इत्युक्ते वार्तिकम् इति अर्थः. वार्तिकम् आम्. आदिखाद्योर्न वार्तिकं, भक्षेर् अहिंसार्थस्य न वार्तिकं, जल्पति प्रभृतीनाम् उपसङ्ख्यानं वार्तिकं, दृशेश्च वार्तिकं, शब्दायतेर्न इत्यपि वार्तिकं, हृक्रोर् अन्यतरस्याम्, अभिवादिदृशोर् आत्मनेपदे वेति वाच्यम् इत्यपि वार्तिकम् इति. दश गुच्छः इति सूत्राणाम् अपि च वार्तिकानां यत्र अस्माकं कर्मत्वं प्रयोज्यकर्तुः कुत्र कर्मत्वं भवति अपि च कुत्र कर्मत्वं निषिध्यते इति अत्र किं रूल्स् कथं वक्तव्यं भगिनि? नियमाः अत्र दशसु वार्तिकानि अपि च सूत्राणि अत्र सन्ति. प्रथमः सूत्रमेव मुख्यसूत्रम्, अन्ये अपि च हृक्रोर् अन्यतरस्याम् इति अपि सूत्रम्, अन्ये सर्वे वार्तिकानि, कुत्र कुत्र निषेधः अस्ति, कुत्र कुत्र किञ्चित् भिन्नरीत्या द्रष्टव्यम् इति सर्वम् उक्तमस्ति. तावदेव. सम्यक्, अग्रे कर्मणि प्रयोगः इति प्रथमपरिच्छेदम् अत्र प्रथमपरिच्छेदं पठतु. कर्मणि प्रयोगे सम्प्रति निजन्तानां कर्मणि प्रयोगव्यवस्था कथं भवति इति पश्यामः. निजन्तानां प्रयोगे सामान्यतया प्रयोज्यकर्ता तृतीयाविभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया इति सूत्रेण. किन्तु गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासणौ इति सूत्रेण विशिष्टधातूनां प्रयोगे प्रयोज्यकर्तुः कर्मसंज्ञा भवति. तदनन्तरं कर्मणि द्वितीया इत्यनेन प्रयोज्यकर्तुः द्वितीयाविभक्तिः विधीयते. अयं तु सामान्यव्यवहारः कर्तरिप्रयोगे. अग्रे पठानि वा? न, तावत् तावद् वदतु एकवारं. कर्मणि प्रयोगे निजन्तानां व्यवस्था कथं भवति इति इदानीम् अग्रे पश्यामः. परन्तु पूर्वं वयं किं पठितवन्तः इति चेत् निजन्तानां प्रयोजककर्ता अपि च प्रयोज्यकर्ता इति कर्ताद्वयं वर्तते. तत्र प्रयोज्यकर्तुः सामान्यतया तृतीयाविभक्ति प्राप्नोति कर्तृकरणयोस्तृतीया इति सूत्रेण. परन्तु अत्र विशिष्टसूत्रमस्ति गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासणौ अस्मिन् इति सूत्रेण केषाञ्चन विशिष्टधातूनां प्रयोगे प्रयोज्यकर्तुः कर्मसंज्ञां प्राप्नोति. तदनन्तरं कर्मणि द्वितीया इति सूत्रेण प्रयोज्यकर्तुः द्वितीयाविभक्ति प्राप्नोति. एतत्तु सामान्यव्यवहारः कर्तरिप्रयोगे. इदानीं कर्मणि प्रयोगे किं भवति इति अग्रे वक्ष्यति. सत्यं, समीचीनम्. इत्युक्ते एतावता यत्किमपि अधीतं तत्र यानि उदाहरणानि अस्माभिः दृष्टानि सर्वत्र कर्तरिप्रयोगस्य एव उदाहरणानि सन्ति. इदानीं कर्मणि प्रयोगे व्यवहारः कथं भवति इति वयं पश्यामः. यतोहि कर्मणि प्रयोगे अपि इतोपि विशेषव्यवहारः वर्तते. अस्तु, तर्हि इदानीं तत्र मीना भगिनी पठतु. देयम् अत्र वा देयं यत् गतिबुद्धिप्रत्ययावसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासणौ इति सूत्रेण या कर्मसंज्ञा विहिता तस्याः प्रयोजनं न केवलं द्वितीयाविभक्तिं प्राप्तुम् अपि तु लतीनां लातीनां प्रत्ययानां विधानार्थम् अपि. तदर्थम् उच्यते न द्वितीयाविधानार्थमेव कर्मसंज्ञात्र अपि तु लाद्यर्था अपि लकृत्यकलर्था अपि संज्ञापदम् इष्यन्ते. लकृत्यकलर्था अपि संज्ञापदम् इष्यन्ते. अर्थात् ये प्रत्ययाः कर्मार्थे भवति ते कर्मसंज्ञायाः प्रयोजनम् इच्छन्ति. नाम कर्मार्थे ये प्रत्ययाः भवन्ति तैः प्रत्ययैः कर्म उक्तं भवति. के प्रत्ययाः कर्मार्थे भवन्ति इत्युक्ते लकाराः कृत् प्रत्ययाः चव्यत् अनीय ण्यत् यत् खल् ओ खल् इति प्रत्ययः इत्यादयः च. अत्र गतिबुद्धिप्रत्यावसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इति सूत्रेण कर्मसंज्ञा विधीयते केचन धातूनां गत्यर्थ वा बुद्ध्यर्थ वा इति प्रत्यावसानार्थे शब्द अकर्मकाणाम् इति धातूनां तस्याः प्रयोजनकर्ता द्वितीया विभक्तिसंज्ञा भवति अपि च लादीनां प्रत्ययानां विधानार्थमपि लादीनां प्रत्ययानाम् इत्युक्ते लकारः उपयोगः कर्ते इति अर्थवा बुध्यते तादृशं वा भगिनि लादीनाम् इति लकारः इति कर्मणि प्रयोगे कर्मिप्रयोगे तदर्थम् उच्यते न द्वितीया विभक्तीनार्थमेव कर्मसंज्ञा अत्र अपि तु लाद्यार्थापि तत्र ला अहं भ्रमः अस्ति तत् न द्वितीया विधानार्थमेव इति केवलं द्वितीया सम्यका अपि केवलं नास्ति अपि तु लाद्यार्था इत्युक्ते कर्मणि प्रयोगः वा लादि न यदुक्तं लाद्यर्थे तत्र गतिबुद्धि प्रत्यवसानार्थशब्दकर्मकर्मकाणमणि कर्ता स नौ इत्यनेन किं विधीयते कर्मसंज्ञा विद्यते कर्मसंज्ञायाः प्रयोजनं किम् कर्मसंज्ञायाः कर्मसंज्ञायाः प्रयोजनं किम् इति वा सामान्यतया कर्मसंज्ञायाः प्रयोजनं किम् कर्तृत्वे भवति वा कर्तृत्वे भवति वा न किमर्थं कर्मसंज्ञा विधीयते कर्मसंज्ञायाः अनन्तरं किम् अस्ति सोपानं यदि कस्यचित् द्वितीयाविभक्ति भवति हा सामान्यतया कर्मसंज्ञायाः प्रयोजनमस्ति विभक्तिविधानं खलु कर्मसंज्ञा अस्ति चेत् विभक्तिविधानं भवति परन्तु अत्र अस्मिन् अस्य सूत्रस्य विषये किम् उच्यते इति चेत् अत्र कर्मसंज्ञायाः विधानं न केवलं द्वितीयाविभक्त्यर्थम् अपि च लादिप्रत्ययानां विधानार्थमपि इत्युक्ते लादि इत्युक्ते कः इति चेत् लकारः अनन्तरम् आदिः इत्यनेन अन्ये ये ये प्रत्ययाः कर्मार्थे भवन्ति इत्युक्ते यदा प्रत्ययस्य विधानं कर्मार्थे भवति चेत् तत्र कर्म किम् इति ज्ञातव्यं भवति खलु तदानीमेव प्रत्ययस्य विधानं भवति खलु इदानीं रामेण ग्रामः गम्यते इति अहं वदामि चेत् गम्यते इत्यत्र यः तिङ्प्रत्ययः अस्ति तस्य विधानार्थं कर्म किम् इति ज्ञातव्यं खलु यदि तत्र वाक्ये कर्म किम् इति न ज्ञायते तदानीं प्रत्ययस्य विधानं न भवति खलु एवमेव अत्र प्रयोज्यकर्तुः कर्मत्वम् अस्ति वा नास्ति वा वाक्ये कर्मद्वयम् अस्ति चेत् कस्य कर्मसंज्ञा कं कर्मम् इत्युक्ते किं कर्म आधारीकृत्य प्रत्ययस्य विधानं भवति इति सर्वं ज्ञातव्यम् इत्युक्ते वाक्ये कर्मद्वयम् अस्ति चेत् एकमस्ति प्रधानकर्म अन्य अस्ति गौणकर्म तदानीं किं कर्म आश्रित्य प्रत्ययस्य विधानं भवति गौणकर्म आश्रित्य विधानं भवति वा लकारस्य अथवा प्रधानकर्म आश्रित्य लकारस्य विधानं भवति वा इत्युक्ते किं कर्म आश्रित्य भवति इति किमर्थं चिन्तनीयम् यत्किमपि कर्म खलु कर्मद्वयम् अस्ति चेत् वाक्ये किं कर्म आधारीकृत्य लकारविधानं भवति इति किमर्थं लकारेण किमपि उक्तम् उक्तम् इत्युक्ते तत्र किं भवति उक्तं चेत् कर्मपदं भवति तत्र न उक्तं चेत् कर्मसंज्ञा भवति तदनन्तरं द्वितीया विभक्ति इदानीं प्रत्ययः कर्मार्थे विधीयते चेत् तर्हि तत्र किं कर्म आधारीकृत्य प्रत्ययः विधीयते तत् कर्मणः तत्र प्रथमाविभक्तिः भवति यतोहि लकारेण तत्कर्म उक्तम् अस्ति खलु इदानीं रामेण ग्रामः गम्यते इति अहं वदामि चेत् गम्यते इति तिङ्प्रत्ययः कर्मार्थे, तत्र कर्म किं? ग्रामः. अतः तिङ्प्रत्ययेन ग्रामः उक्तः इति कृत्वा ग्रामः इति पदस्य प्रथमाविभक्तिः खलु. अतः इदानीं तत्र नियमः कः? तत्र प्रधानकर्मणः लकारेण उक्तः वा उक्तं वा नो चेत् गौणकर्मलकारेण उक्तं वा इति एतादृशप्रश्नाः भवन्ति. इदानीम् अग्रे उदाहरणं पश्यामः चेत् स्पष्टं भवति. परन्तु अधा इदानीं किम् अवगन्तव्यम् इति चेत् गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् इत्यत्र कर्मसंज्ञायाः विधानं केवलं द्वितीयविभक्त्यर्थं नास्ति, परन्तु तस्य इतोपि अर्थाः सन्ति. तादृशकर्मसंज्ञाम् आधारीकृत्य लकारविधानमपि भवति, न केवलं लकारस्य विधानम्, अपि च अन्ये ये ये कृत् प्रत्याः सन्ति कर्मार्थे तेषां विधानमपि भवति कर्म आश्रित्य. अतः तत्र किं कर्मप्रधानकर्म इति अवगमनार्थमपि सूत्रस्य कार्यमस्ति इत्येव अत्र सारांशः. अवगतं वा मीना भगिनि? इदानीं पठामः वा लकृत् लकृत्य खल् खलार्थः यदि खल् खल् प्रत्ययः कृत् प्रत्ययः लकारः एव तेषाम् अर्थः अपि संज्ञाफलम् इष्यन्ते. अर्थात् ये प्रत्ययाः कर्मार्थे भवन्ति ये अपि कर्मसंज्ञायाः प्रयोजनम् इच्छन्ति इच्छन्ति. सत्यं सत्यम्. अत्र लकारः कृत्य इत्युक्ते तत्र सप्तप्रत्ययाः सन्ति तव्य तव्यत् अनियर् अनियत् यत्र अनन्तरं क्विप् इति प्रत्ययः सप्तप्रत्ययः, अनन्तरं खल् इति प्रत्ययः खल् प्रत्ययः अपि कर्मार्थे एव भवति. नाम कर्मार्थे ये प्रत्ययाः भवन्ति तैः प्रत्ययैः कर्म उक्तं भवति. के प्रत्ययाः कर्मार्थे भवन्ति के प्रत्ययाः कर्मार्थे भवन्ति इत्युक्ते लकारः कृत् प्रत्ययः तव्यतनीयम्यत् खल् इत्यादयः च ते प्रत्ययाः कर्मार्थे उक्तं भवति. सम्यक् सम्यक् भगिनि, अत्र अस्मिन् परिचयः प्रश्नः अस्ति वा? कृत्यक्तकलर्थ कृत्यक्तप्रत्ययः तप्रत्ययः अपि कर्मार्थे भवति खलु. तप्रत्ययः तदेव लकारः कृत्यप्रत्ययः कृत्य इति कृत्यसंज्ञकाः तत्र कतिचन प्रत्ययाः सन्ति येषां कृत्य इति संज्ञा भवति. के ते प्रत्ययाः इत्युक्ते तव्य तव्यत् अनियर् ण्यत् यत् क्विप् केलिमर् इति चिन्तयामि केलिमर् सप्तप्रत्ययः तेषां विहाय क्तप्रत्ययः खल् प्रत्यय अपि इति अस्ति. अस्तु अस्तु इत्युक्ते एते सर्वे प्रत्ययः कर्मार्थे भवन्ति इति विशेषः. भगिनी खल् प्रत्ययः कीदृशः? कर्मार्थे भवति. इदानीं तत्र एकं वाक्यं वदामि, भवता कटः दुष्करः इति वदामः चेत् अथवा भवता कटः ईषत्करः ईषत्करः इति वदामः चेत् ईषत्करः इत्यत्र खल् प्रत्ययः अस्ति कर्मार्थे विहितः अस्ति. ईषत्करः इत्यनेन कटः उक्तः. ईषत्करः दुष्करः इति ईषत् दुर् सु इति त्रयः शब्दाः सन्ति तत्र खल् प्रत्ययः तत्र भवति. ईषत्करः दुष्करः इत्येव सुकरः ईषत्करः इति महाप्राणाखा नास्ति खलु, केवलं ककारः एव खलु दुष्कर सुकर इति वदामः चेत् अल्पप्राणः एव अल्पप्राण एव किन्तु प्रत्ययः तु खल् खल् खकारः अस्ति खलु. प्रत्यय खल् इति तत्र तु खल् इत्यत्र खकारस्य लोपः भवति खलु. कर इति तर्हि किं तिष्ठति तत्र केवलम् अ इति तिष्ठति आ इति तिष्ठति वा अस्तु अस्तु धन्यवादः भगिनि कदापि कृत् प्रत्यय अस्ति वा किं कीदृशप्रत्ययः खल् प्रत्ययः कर्म अर्थे भवति खल् प्रत्ययः कर्म अर्थे भवति यथा स्वप्रत्ययः अस्ति तथा कल् प्रत्ययः तत्र कल् प्रत्ययः सर्वेभ्यः न भवति ईषद् दुस्सु इत्येतेषु उपपदेषु कृच्छ्र अकृच्छ्रार्थेषु धातोः खल् प्रत्ययः भवति कृच्छ्रः इत्युक्ते तत्र दुःखम् अकृच्छ्रः अकृच्छ्रम् इत्युक्ते सुखम् खल् अपि दुष्करः दुष्करः इत्युक्ते दुःखं सुकरः इत्यत्र सुखं खल् अपि कृत् प्रत्यय एव आमां कृत्प्रत्ययः एव धातुतः विहितः इति कृत्प्रत्ययः धन्यवादः भगिनि अस्तु तर्हि इदानीम् अग्रे गच्छामः वंशी भगिनी अग्रे पठतु आं भगिनि कर्मणि निजन्तप्रयोगे धातवः द्विकर्मकाः भवन्ति अर्थात् कर्मद्वयं भवति एकस्य कर्मसंज्ञा भवति कर्तुरीप्सितमं कर्म इति सूत्रेण द्वितीयस्य भवति गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासनौ इति सूत्रेण अनयोः कर्मयोः किं मुख्यकर्म किं च गौणकर्म भवति इति आदौ विचारणीयं यत् कर्म प्रयोजककर्ता आदौ प्राप्नोति तत् भवति प्रधानकर्म ण्यन्त अवस्थायां प्रयोजककर्ता आदौ प्रयोज्यकर्म एव प्राप्नोति अस्तु अतः प्रयोज्यकर्म एव प्रधानकर्म भवति ईप्सितमं कर्म नाम अन्यन्त अवस्थायां यत् कर्म तदेव गौणकर्म भवति यतोहि प्रयोजककर्ता तत् कर्म आदौ न प्राप्नोति अस्तु अत्र वयं जानीमः गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासनम् इति सूत्रेण प्रयोज्यकर्तुः केषाञ्चन विषये केषु स्थलेषु तत्र प्रयोज्यकर्तुः कर्मत्वं प्राप्नोति अधुना कर्मद्वयं भवितुमर्हति अण्यन्त अवस्थायां यत् साधारणवाक्यमस्ति तत्रापि कर्म अस्ति ण्यन्त अवस्थायामपि तत्र प्रयोज्यकर्तुः कर्मत्वं प्राप्नोति अनेन सूत्रेण अतः तत्र किं कर्म मुख्यकर्म इत्युक्ते तत्र प्रयोज्यकर्तुः एव मुख्यकर्म प्राप्नोति अपि च तत्र सामान्यकर्म यत् अण्यन्त अवस्थायां तत् सामान्यकर्म अस्ति कर्म अस्ति तत् कर्म गौणकर्म भवति किमर्थम् इत्युक्ते तत्र प्रयोजककर्ता प्रयोज्यकर्तुः प्रेरयति अतः तत्र प्रयोज्यकर्तुः यदा कर्मत्वं प्राप्नोति ईप्सितमं कर्म इत्युक्ते प्रयोजककर्ता कर्तारः ईप्सितः कर्म किम् अस्ति इत्युक्ते प्रेरणा प्रयोज्यकर्तुः कर्मत्वम् एव तस्य ईप्सितमं कर्म भवितुम् अर्हति तेन कारणेन प्रयोज्यकर्तुः यः कर्मत्वं प्राप्नोति तदेव मुख्यकर्म भवति द्वितीयकर्म यत् सामान्यकर्म अस्ति तत् गौणकर्म भवति समीचीनं वा भगिनि श्रूयते वा आम् सत्यं सत्यं समीचीनम् अस्तु एकं वाक्यं स्वीकृत्य प्रतिपादयतु अस्तु पिता न सामान्यवाक्यं वदामि पुत्रः ग्रामं गच्छति इति सामान्यवाक्यमस्ति पुत्रे पिता पुत्रेण तत्र गमयति इति गति धातु गत्यर्थक धातु अस्ति अतः तत्र प्रयोजकर्तुः कर्मत्वं प्राप्नोति अधुना तु ण्यन्त अवस्था वाक्यं किं भवति इत्युक्ते पिता पुत्रं ग्रामं गमयति इति भवति. अत्र तु पुत्रः तु प्रयोजककर्तुः गत्यर्थकधातुः अस्ति इति कारणेन तत्र कर्मत्वं प्राप्नोति. अतः तत्र पुत्रम् इति द्वितीयाविभक्ति कर्मत्वं प्राप्नोति, तदनन्तरं कर्मणि द्वितीय अध्ययनेन द्वितीयाविभक्ति प्राप्नोति. अधुना पिता पितुः पितुः मुख्यकर्म किम् अस्ति इत्युक्ते तत्र तु पुत्रः एव पुत्रम् एव मुख्यकर्म अस्ति, ग्रामम् इति मुख्यकर्म नास्ति. यतोहि तत्र पितुः ईप्सितमं कर्म तु पुत्रं प्रेरणा एव मुख्यकर्म अस्ति. अतः तत्र पुत्रः पुत्रम् इति एव मुख्यकर्म अस्ति, ग्रामम् इति गौणकर्म अस्ति. समीचीनं वा भगिनि? समीचीनम् समीचीनं. तर्हि तदेव पुत्रः ग्रामं गच्छति इति तदेव वाक्यम् इदानीं कर्मणि वदतु. अस्तु, पुत्रेण ग्रामः गम्यते इति, पुत्रेण ग्रामः कर्मणि वाक्यं, हा अस्तु, पुत्रेण ग्रामः गम्यते इति भवति. अधुना तु तत्र पुत्रः तु निजन्तवाक्ये अपि कर्मणिप्रयोगं वक्तव्यं वा भगिनि? किं पृच्छति? निजन्तवाक्ये अपि कर्मणि प्रयोगं कृत्वा वक्तव्यं वा? वदतु. अत्र यः नियमः भवत्या पठितः अस्तु, तदाधारीकृत्य वदतु. अस्तु, तत्र तु पित्रा इति भवति, पित्रा तत्र किं भवति, गमयति इति तु अस्ति तत्र, तत्र गमयति गम्यते इति पुत्रः गम्यते. हा, पुत्रः ग्रामः गम्यते इति समीचीनं. ग्रामं गम्यते, पुत्रः ग्रामं गम्यते, पित्रा पुत्रः ग्रामं गम्यते इति भवति प्रायः. न, इदानीम् अत्र प्रधानकर्म किं, गौणकर्म किम्? प्रधानकर्म तु पुत्रः एव भवति न, तत्र तु निजन्त गौणकर्म ग्रामः इति, ग्रामं ग्रामः इति भवति ग्रामः. इदानीं तत्र गम् धातोः निजन्तप्रयोगः कर्मणि कर्तरिप्रयोगे गमयति इति अस्ति. सत्यं, कर्मणि प्रयोगे कर्मणिप्रयोगे गमयति एव भवति न, गम्यते एव भवति, गम्यते, हा गम्यते भवति. तर्हि इदानीम् अत्र नियमः, यः नियमः भवत्या पठितः तत्र इदानीं ग्रामः इति एकं कर्म अस्ति, पुत्रः इति अन्यत् कर्म अस्ति, पुत्रः इति अन्यत् कर्म अस्ति. तर्हि तयोः मध्ये प्रधानकर्म अस्ति पुत्रः, पुत्रः गौणकर्म अस्ति ग्रामः. तर्हि इदानीं गम्यते इत्यत्र यः लकारः, तेन कः उक्तः अस्ति? अस्तु, तत्र तु पुत्रः एव उक्तः अस्ति, अतः तत्र पित्रा पुत्रः ग्रामं गम्यते इति भवति. इदानीं ग्रामः इति तु लकारेण नोक्तः, यतोहि गम्यते इत्यत्र निजन्तप्रयोगे अपि गम्यते इति एव पदमस्ति, परन्तु निजन्तप्रयोगे अपि गम्यते एव अस्ति, परन्तु अत्र निच् प्रत्ययः अपि अस्ति. अतः निच् प्रत्ययस्य तत्र प्रधानव्यापारः कः इति चेत् तत्र प्रयोजककर्ता पुत्रं प्रेरयति, तदेव प्रधानव्यापारः इति कृत्वा गम्यते इत्यस्य प्रधानकर्म पुत्रः एव तिङ्प्रत्ययेन उक्तं भवति इति कृत्वा पुत्रः इत्यस्य प्रथमविभक्तिः भवति पुत्रः गम्यते. इदानीं ग्राम इत्यस्य का गतिः इति चेत् ग्राम इति अनुक्तकर्म अस्ति, तत्र गम्यते इत्यनेन ग्रामः न उक्तः इति कृत्वा ग्रामः इत्यस्य द्वितीयाविभक्तिः भवति, अनुक्तकर्मणि द्वितीयाविभक्तिः इति कृत्वा पित्रा पुत्रः ग्रामं गम्यते इति वाक्यमस्ति, परन्तु अत्रापि नियमाः सन्ति। कुत्र प्रयोज्यकर्तुः प्रथमाविभक्तिः भवति, कुत्र न भवति इत्यत्र नियमाः सन्ति, तद् इदानीम् अवगन्तव्यं, तदेव अस्माकं विषयः अस्ति। परन्तु सामान्यतया एवं वाक्यं भवति, अत्रापि विशेषः वर्तते परन्तु सामान्यतया एवं भवति वाक्यम्। तर्हि अत्र प्रयोज्य एकः प्रश्नः अत्र, यत् कर्म प्रयोजककर्ता आदौ प्राप्नोति, आदौ प्राप्नोति इत्यनेन किं अत्र कः इत्युक्ते, प्रयोजककर्ता तु ग्रामं न गच्छति खलु, सः न गच्छति, तर्हि तस्य प्रधानकर्म तु ग्रामः नास्ति खलु, तर्हि तस्य प्रधानकर्म किं तत्र गम्यते इत्यत्र, यः प्रधानव्यापारः कः, प्रेरणारूपव्यापारः एव प्रधानव्यापारः खलु, तस्य कर्म, तर्हि तदेव आदौ प्रयोजककर्ता तदेव प्राप्नोति खलु। आम् आम् इति कृत्वा प्रयोजककर्तुः दृष्ट्या प्रयोजककर्तुः दृष्ट्या प्रयोज्यकर्म एव आदौ प्रदानं भवति, गम्यते इत्यत्र निजन्तव्यापारे प्रयोज्यकर्म एव प्रधानः व्यापारः इति कृत्वा तत्र पिता तु पुत्रस्य प्रेरणामेव आदौ करोति, गम्यते इत्यनेन प्रेरणामेव करोति, यदा प्रेरणा क्रियते तदानीं पुत्रः ग्रामं प्रति गच्छति खलु, अतः गम्यते इति निजन्तव्यापारे प्रेरणारूपव्यापारः एव प्रधानः, अतः तादृशव्यापारस्य कर्ता अस्ति प्रयोज्यकर्ता, अतः तदेव प्रधानकर्म भवति। अस्तु भगिनि, अत्र पश्यामः चेत् प्रयोज्यकर्म एव भवति, कर्मणि प्रयोगे प्रयोज्यकर्ता प्रयोज्यकर्ता यः अस्ति सर्वदा कर्मसंज्ञां प्राप्नोति, परन्तु मुख्यकर्म भवति वा न वा इत्यत्र विषये एव चर्चा, इति विशेषः अस्ति कर्मणि प्रयोगे। कर्तरीप्रयोगे प्रयोज्यकर्ता कदाचित् कर्ता भवति, कदाचित् कर्म भवति। गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्ता सणौ इत्यत्र विशेषः अस्ति चेत् विशिष्टधातूनां प्रयोज्यकर्तुः कर्मत्वं भवति, परन्तु अन्यथा तु तस्य कर्तृसंज्ञा एव भवति, कर्तृसंज्ञा भूत्वा तृतीयाविभक्तिः भवति, विशिष्टस्थलेषु कर्मसंज्ञा भूत्वा द्वितीयाविभक्तिः भवति, परन्तु कर्मणि प्रयोगे प्रयोज्यकर्तुः सर्वदा कर्मसंज्ञा एव भवति, कर्मसंज्ञा एव भवति, परन्तु तस्य प्रथमाविभक्तिः भवति वा द्वितीयाविभक्तिः भवति वा इति विषये एव चर्चा वर्तते। अवगतं वा? अग्रे गच्छामः वा भगिनि? तत् यदि क्षम्यतां प्रश्नः अस्ति पृच्छामि वा, गत्यन्तक अनेन सूत्रेण यदि कर्मत्वं न प्राप्नोति तर्हि तत्र तृतीयाविभक्ति सामान्यरूपेण तृतीयाविभक्ति एव प्राप्नोति प्रयोज्यकर्तुः, तस्मिन् समये तत्र किं भवति? कर्तरीप्रयोगे कर्तरीप्रयोगे तृतीयाविभक्तिः सर्वं भवति, कर्मणि प्रयोगे किं भवति इति वयम् अग्रे पश्यामः। अस्तु, किं भवति इति अत्र विशिष्टनियमः अस्ति, तत् कथम् इति वयं पश्यामः, विभागद्वयं वर्तते, अतः धातुः कीदृशः इति दृष्ट्वा एव निर्णयः भवति। अस्तु, अतः किं भवति इति इदानीं वक्तुं न शक्नोमि, तदा पठित्वा वदामः। लक्ष्मीभगिनी अग्रे। भगिनी, अत्र पित्रा गम्यते इत्यपि भवितुमर्हति खलु? किं पित्रा गम्यते? पित्रा गम्यते इति निजन्तप्रयोगः वा? गम्यते दृष्ट्वा तत्र निच् प्रयोगः अस्ति वा इति न वा इति तु वयं स्पष्टतया ज्ञातुं न शक्नुमः, यतोहि गम्यते इति कर्मणि प्रयोगः कर्तरीप्रयोगस्य कर्मणि भवति चेदपि गम्यते इति एव भवति, निजन्तप्रयोगे अपि गम्यते इति भवति, इदानीं पित्रा गम्यते इत्यपि साधु प्रयोगः, पुत्रः गम्यते इत्यपि साधु प्रयोगः, कथं निर्णेतुं शक्यते कः प्रसङ्गवशात्? प्रसङ्गवशात् तत्र सर्वदा प्रकरणं भवति खलु. किं प्रकरणम् इत्युक्ते यदा वयं किमपि पठामः, यदि अस्माकं पुरतः किमपि अस्ति, पुस्तकमस्ति, तद् वयं पठामः चेत् तत्र प्रसङ्गः कः इति अवगम्यते, तदनुगुणं निर्णयः भवति. अत्र किम् अस्ति, निजन्तप्रयोगः अस्ति वा, किम् अस्ति, कर्मद्वयम् अस्ति वा, तत्सर्वं वयं निर्णेतुं शक्नुमः. परन्तु यदि अस्माकं वयमेव वाक्यरूपेण वदामः तदानीं तु वयं जानीमः खलु अस्माकं विवक्षा का इति. इदानीं अभ्यासः कृतवन्तः, तत्र पित्रा पुत्रः पाठशालां गम्यते इति किमपि अस्ति, तद् इदानीं चर्चा कृत्वा अवगन्तुं शक्यते. परन्तु पुस्तके यदि एवं लिखितमस्ति तदा किं भवति इति वक्तुं, इदानीं यथा भवती वाक्यम् उक्तवती, इदानीं यथा भवती वाक्यम् उक्तवती, पित्रा पुत्रः ग्रामं गम्यते इति उक्तवती, तदानीं तद्वाक्यं दृष्ट्वा अवगन्तुं शक्नुमः. पुत्रः इति एव तत्र उक्तमस्ति कर्मरूपेण, पित्रा कर्ता अस्ति, तर्हि तत्र निजन्तव्यापारः अस्ति, कर्मद्वयम् अस्ति, गम् धातुः द्विकर्मकः नास्ति. सामान्यतया गम्यते इति वयं वदामः चेत् तत्र एकमेव कर्म भवति, परन्तु अत्र कर्मद्वयं दृश्यते, अतः अत्र सामान्यं नास्ति, निजन्तव्यापारः अस्ति इति वयम् अवगन्तुं शक्नुमः. कर्मद्वयम् अस्ति खलु, द्विकर्मकः अस्ति खलु कर्मणि प्रयोगे, अतः तत् दृष्ट्वा वयम् अवगन्तुं शक्नुमः. अस्तु भगिनि, अग्रे लक्ष्मी भगिनी. आं भगिनि, तत्र मम च किञ्चित् अस्पष्टता अस्ति, यत्र आदौ प्राप्नोति इत्यत्र प्रयोजककर्ता आदौ यत् कर्म प्राप्नोति तदेव प्रधानकर्म इति उक्तं खलु, तत्र कथं जानीमः आदौ वा आदौ कथं प्राप्नोति इति? न, इदानीं पितुः कार्यं किम् अस्ति? पुत्रं नेति, पुत्रं गमयति. पुत्र इदानीं पितुः कार्यं कुत्र समाप्यते? यदा प्रेरणारूपव्यापारः समाप्यते तस्य फलं तु पुत्रे एव भवति. That motivation in the son is, the palam is in the putra. Putra gets motivated. Father motivates. Tatra motivated iti rupam palam, prerana rupam palam, putra asti. Putra. Putre asti kalu? Putre asti. Putre asti. Putre asti. Yavat pariyantam prerana rupam palam putre nasti, tavat pariyantam gamana kriya eva na bhavati kalu? Gramam prati na gachati kalu? ग्रामं न प्राप्नोति खलु. ग्रामस्य प्राप्तिः कदा भवति? यदा पुत्रे प्रेरणारूपं फलम् अस्ति तदानीं पुत्रः ग्रामं प्रति गच्छति, ग्रामं प्रति गत्वा ग्रामं प्राप्नोति. अतः किम् अत्र प्रथमं कर्म भवति? किं कर्म प्रथमं प्राप्नोति? प्रेरणारूपफलमेव प्रथमं प्राप्नोति खलु पुत्रः इति. If the son is not motivated, he will not go to the village. Reaching the village is the second karma. First karma is getting motivated. Kalu. Tadeva adav praptati kalu. Oh, tadrasham. Astu. Astu, astu. Putram praptati, tataparam gramam praptati. Iti. Astu. Astu, bhagini. Dhanyavada, bhagini. Patami, dhani. यदा कर्मार्थलकाराः वा कृत् प्रत्ययाः विधीयन्ते तदा एतैः प्रत्ययैः प्रधानकर्म उक्तं भवति वा नो चेत् गौणकर्म उक्तं भवति वा इति विचारणीयं. तदर्थं कौमुद्याम् एका कारिका उक्ता अस्ति, तस्य विवरणम् अग्रे उक्तमस्ति. येन प्रत्ययेन कर्म उक्तं भवति तत् कर्म अभिहितं भवति. तादृशकर्मणा अभिहिते प्रथमविभक्ति प्राप्यते. येन प्रत्ययेन कर्म अनुक्तं भवति तत् कर्म अनभिहितं भवति तादृशकर्मणा कर्मणि द्वितीय इत्यनेन द्वितीयविभक्ति प्राप्यते. अग्रे एतत् कारिका अपि पठामि वा? पठतु. ण्यन्तावस्थायां लादिप्रत्ययैः किं कर्म उक्तम् इति ज्ञायते अनया कारिकया. बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया प्रयोज्य कर्मण्यन्येषां ण्यन्तानां लादयो मताः. पूर्वं यदुक्तमस्ति इति चेत् यदा कर्मार्थे लकारः वा कृत्प्रत्ययः विधीयते तदा एतैः प्रत्ययैः प्रधानकर्म उक्तं भवति वा नो चेत् गौणकर्म उक्तं भवति वा इति विचारणीयम्. यदा एकं वाक्यं पश्यामः चेत् तत्र कर्मार्थे वाक्यम् उक्तम् अस्ति, तत्र कर्म अस्ति, तत् कर्म प्रधानकर्म वा कर्म वा गौणकर्म वा इति विचारणीयं प्रथमम् इति अत्र निर्दिष्टम्. तदर्थं कौमुद्यां कारिका उक्तमस्ति, येन प्रत्ययेन कर्म उक्तं भवति तत् कर्म अभिहितं भवति. इदानीं कर्मद्वयम् अस्ति, तत्र अभिहितं प्रत्ययेन कर्म उक्तं भवति तत् कर्म अभिहितम् इति उच्यते. तादृशकर्मणा अभिहिते प्रथमविभक्ति भवति. यत् कर्म अभिहितम् अस्ति तत् कर्म प्रथमाविभक्ति प्राप्यते. येन प्रत्ययेन कर्म अनुक्तं भवति तत् कर्म केवलं द्वितीयविभक्ति प्राप्नोति कर्मणि द्वितीय इत्यनेन. एकस्मिन् वाक्ये कर्मद्वयमस्ति, तयोः यत् कर्म प्रत्ययेन उक्तं भवति तत् कर्म प्रथमाविभक्ति प्राप्नोति, तथा च अन्यत् कर्म अनभिहितम् अस्ति प्रत्ययेन न उक्तम् अस्ति तादृशकर्म द्वितीया कर्मणि द्वितीया इत्यनेन द्वितीयविभक्ति प्राप्यते इति अत्र उक्तमस्ति. ततः परमस्ति कौमुद्यामेकं कारिका अत्र दत्तमस्ति. बुद्धिपक्षार्थयोः शब्दकर्मणां च निजेच्छया प्रयोज्य कर्मण्यन्येषां ण्यन्तानां लादयो मताः. अस्य कारिकायाः अर्थः एवमस्ति. पठामि वा भगिनि? अत्र अग्रे अर्थः निर्दिष्टम्. पठतु. निजन्तस्य कर्मणि प्रयोगे बुद्ध्यर्थधातोः भक्ष्यार्थकधातोः शब्दकर्मधातोः च योगे लकारेण अथवा कृत्प्रत्ययेन प्रयोज्य कर्म प्रधानकर्म उक्तं भवति नो चेत् गौणकर्म उक्तं भवति वक्तुः इच्छानुगुणम्. अत्र अस्माकं विवक्षानुगुणं प्रधानकर्म वा गौणकर्म वा उक्तं भवति निचन्दप्रत्ययेन. बुद्ध्यर्थकः धातून् भक्ष्यर्थकः धातून् शब्दकर्मधातूंश्च विहाय अन्येषां धातूनां प्रयोज्यकर्म प्रधानकर्म एव उक्तं भवति निच् प्रत्ययेन. गौणकर्म अनुक्तं भवति. यत् प्रत्ययेन उक्तं भवति तस्य प्रथमाविभक्तिः भवति, यत् अनुक्तं तस्य द्वितीयविभक्तिः भवति. अस्यां कारिकायाम् अन्येषां धातूनाम् इत्यनेन गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्कमाणाम् अकर्मकाणाम् अनिकर्तासनौ इति सूत्रेण ये अन्ये धातवः उक्ताः तेषां विषये उच्यते. अर्थात् गत्यर्थकानाम् अकर्मकाणां च ग्रहणं भवति अन्येषां धातूनाम् इत्यनेन. अस्याः कारिकायाः अर्थः अत्र उक्तमस्ति. निजन्तप्रयोगे अपि च कर्मणि प्रयोगे बुद्ध्यर्थकधातुः भक्ष्यार्थकः धातुः शब्दकर्मधातुः योगे लकारेण अथवा कृत्प्रत्ययः अपि अस्ति. अस्मिन् प्रयोगे प्रयोज्य कर्म उक्तं भवति अथवा गौणकर्म उक्तं भवति, तत् वक्तुः इच्छानुसारं भवति इति उक्तम्। अत्र यत्र निजन्तप्रयोगः अस्ति, अस्माकं विवक्षानुगुणं प्रधानकर्म अथवा गौणकर्म वा उक्तं भवति निजन्तप्रत्ययेन। निजन्तप्रत्ययः यत्र अस्ति तत्र द्विकर्मकः भवति, अपि च प्रधानकर्म वा प्रधानकर्म वा गौणकर्म वा उक्तं भवेत्। बुद्ध्यर्थकः धातून् भक्षार्थकः धातून् शब्दार्थकधातून् विहाय अन्येषां धातूनां प्रयोज्यकर्म एव उक्तं भवति इति अत्र निर्दिष्टमस्ति। अत्र निच् प्रत्ययः अस्ति, अस्मिन् प्रसङ्गे बुद्ध्यर्थकधातु भक्ष्यर्थकधातु शब्दकर्मकधातून् विहाय अन्यत्र प्रयोज्यकर्म प्रधानकर्म एव भवति, तेन तत् उक्तं भवति, तेन तस्य प्रथमाविभक्तिः च भवति। गौणकर्म अनुक्तं भवति, तेन तस्य द्वितीया विभक्तिः भवति कर्मणि द्वितीया इत्यनेन। अत्र अन्येषां धातूना अन्यान् धातून् अन्येषां धातूनाम् इति उक्तमस्ति, तेन गत्यर्थकः अकर्मकः च इत्यनाम् इत्यनयोः ग्रहणं भवति इति अत्र उक्तमस्ति। तेषामेव अत्र प्रयोज्य कर्म प्रधानकर्म भवति, इत्युक्ते बुद्ध्यर्थकः भक्ष्यार्थकः शब्दकर्मणां न भवति, तेषां विहाय एव अन्येषां धातूनां विषये निज् प्रत्ययः अपि अस्ति निजन्तावस्थायां। प्रयोज्यकर्म प्रधानकर्म भवति, तत् प्रत्ययेन उक्तं भवति, तस्य प्रथमाविभक्ति च भवति। समीचीनं, बहु किमपि अस्ति खलु अत्र। हा, बहु किमपि इत्युक्ते कथं चिन्तनीयम् इति चेत् त्रयः विभागाः सन्ति इति चिन्तनीयं। त्रयः विभागाः, प्रथमं प्रथमविभागे बुद्ध्यर्थकदातवः पक्षार्थकदातवः शब्दकर्मकः, इदानीं गतिबुद्धि प्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् इति अस्ति खलु। तत्र प्रथमं गत्यर्थकधातुः, अन्तिममस्ति अकर्मकधातुः। गत्यर्थकधातुः अकर्मकधातुः अनयोः एकः विभागः। मध्ये किम् अस्ति? बुद्ध्यर्थकः प्रत्यवसानार्थकः इत्युक्ते भक्षणार्थकः, अनन्तरं शब्दकर्मकः इति एतेषां त्रयाणाम् एकः विभागः। अनन्तरम् अन्ये ये दातवः एतान् धातून् विहाय अन्ये ये दातवः सन्ति तेषां ग्रहणं तृतीयविभागे भवति। आदौ तत्र कति गत्यर्थकदातवः अकर्मकदातवः इति प्रथमः विभागः, द्वितीयः विभागः तत्र बुद्ध्यर्थकदातवः प्रत्यवसानार्थकः पक्षणार्थकदातवः अनन्तरं शब्दकर्मकः, तृतीयविभागः अन्य ये दातवः सन्ति एतान् विहाय, विभागद्वयं विहाय अन्य ये दातवः तेषां तृतीयभागे गणना। इदानीं प्रथमभागे गत्यर्थकदातवः अकर्मकदातवः इति सन्ति खलु, तद् किञ्चित् स्थापयामः पार्श्वे। इदानीं मध्ये यः भागः अस्ति बुद्ध्यर्थकः भक्षणार्थकः प्रत्यवसानार्थकः अनन्तरं शब्दकर्मकः इति त्रयः, एतेषां विषये किं भवति इति चेत् तत्र प्रयोज्यकर्म अनन्तरं तत्र क्रियापदस्य कर्मद्वयं वर्तते, अनयोः मध्ये किम् उक्तं भवति निजन्त अतिङन्तेन इति चेत् अस्माकं विवक्षानुगुणं तत्र प्रयोज्य कर्म अपि उक्तं भवितुमर्हति, अथवा तत्र यत् कर्म अस्ति मुख्य तत्र कर्म अस्ति मूलरूपेण तत्कर्म अपि उक्तं भवितुमर्हति अस्माकं विवक्षा अनुगुणम्। अतः एकस्य द्वितीयाविभक्तिः भवेत्, एकस्य प्रथमाविभक्तिः भवति, एवं कुर्मः चेत् दोषः नास्ति। कस्य द्वितीयाविभक्तिः, कस्य प्रथमाविभक्तिः इति अस्माकं विवक्षानुगुणम्। उदाहरणं पश्यामः, स्पष्टं भवति। अतः द्वितीयविभागे बुद्ध्यर्थकदातवः भक्षणार्थकदातवः शब्दकर्मकः इति ये दातवः सन्ति तेषां विषये विवक्षानुगुणं प्रधानकर्म अस्ति प्रयोज्यकर्म तस्यापि प्रथमविभक्तिः भवितुमर्हति नो चेत् तत्र यत् कर्म अस्ति गौणकर्म तस्यापि प्रथमविभक्तिः भवितुमर्हति एकस्य प्रथमविभक्तिः चेत् अन्यस्य द्वितीयविभक्तिः कस्य प्रथमविभक्तिः कस्य द्वितीयविभक्तिः इति अस्माकं विवक्षानुगुणम् अतः क्लेशः न भवति दोषः अधिकं न भवति तत्र इति तत्र द्वितीयः विभागे ये दातवः सन्ति तेषां विषये नियमः इदानीं प्रथमविभागे किम् अस्ति गत्यर्थकदातवः अकर्मकदातवः तेषां विषये किं भवति इति चेत् तेषां विषये सर्वदा प्रयोज्यकर्म तस्य एव प्रथमविभक्तिः भवति तदेव उक्तं भवति लकारेण अथवा कृत् तत्र कर्मणि प्रत्ययेन कर्मार्थे प्रत्ययेन प्रयोज्यकर्म कर्मणः एव प्रथमविभक्तिः गौणकर्मणः द्वितीयविभक्तिः एव भवति गत्यर्थकधातुः अकर्मकधातुः अस्ति चेत् अनन्तरं तृतीयविभागे अन्ये ये दातवः सन्ति तेषां विषये प्रयोज्यकर्ता यः अस्ति सः कर्मत्वमेव न प्राप्नोति अतः तत्र तु प्रयोज्यकर्तुः तृतीया विभक्तिः एव भवति अतः कुत्र कर्म भवति इति चेत् प्रतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अणिकर्ता स नौ इति सूत्रेण ये ये दातवः उल्लेखिताः तेषां विषये एव प्रयोज्यकर्तुः कर्मत्वं भवति यदा कर्मत्वं भवति तदानीं तस्य तत् प्रधानकर्म भवति प्रधानकर्म भवति चेत् तस्य प्रथमविभक्तिः भवति वा द्वितीयविभक्तिः भवति वा इति विषये एव अत्र नियमः अस्ति अन्ये ये दातवः सन्ति तत्र सूत्रे प्रकृतसूत्रे ये दातवः न उल्लेखिताः तेषां विषये तु प्रयोज्यकर्तुः कर्मत्वमेव न भवति अतः प्रयोज्यकर्तुः अनुक्तमस्ति अनुक्तकर्ता अनुक्तकर्तुः तत्र तृतीयाविभक्तिः एव भवति अतः तत्र प्रयोजककर्तुः अपि तृतीयाविभक्तिः प्रयोज्यकर्तुः अपि तृतीयाविभक्तिः एव भवति यथा कर्तरीप्रयोगे आसीत् प्रयोज्यकर्तुः तृतीयाविभक्तिः एवमेव अत्रापि भवति न कोऽपि भेदः इदानीं शोभाभगिनी पुनः वदति वा एकवारं भगिनी क्षम्यताम् अत्र तृतीयगणस्य विषये नोक्तं खलु भगिनि केवलं वर्गद्वयस्य तृतीयगणस्य विषये न उक्तम् इति चेत् तदेव तत्र तात्पर्यार्थः तृतीयगणस्य विषये न उक्तम् इति चेत् तत्र प्रयोजकर्म न भवति तत्र प्रत्ययेन न उक्तं प्रत्ययेन न उक्तं कर्मसंज्ञायाः विधानं केन सूत्रेण भवितुमर्हति प्रतिबुद्धिप्रत्यवसानार्थ इत्यनेन कर्मसंज्ञा भवितुमर्हति नो चेत् तत्र प्रयोजकर्ता एव खलु तस्य कर्तृसंज्ञा एव अस्ति कर्मसंज्ञा नास्ति कर्मसंज्ञा विशिष्टविधानमस्ति अनेन सूत्रेण अतः केवलम् एतेषां धातूनाम् एव कर्मसंज्ञा भवति यदा कर्मसंज्ञा भवति तदानीं तस्य प्रथमाविभक्तिः भवति वा द्वितीयाविभक्तिः भवति वा इति विषये एव चर्चा वर्तते समीचीनं धन्यवादः भगिनी सम्यक्तया न अवगतं मया भगिनी ददातु भगिनी अस्तु अस्तु इदानीं यद् मया उक्तं केनापि अवगतं वा शुभदा भगिनी अवगतं वा प्रयत्नं करोमि भगिनी कृपया करोतु तदानीमेव मया अवगम्यते मया उक्तं सम्यक् उक्तं वा न वा इति इदानीं मया अवगम्यते तर्हि गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता सणौ इति सूत्रेण प्रयोज्यकर्तुः कर्मत्वं भवति अपि च तस्य द्वितीया विभक्तिः भवति इति वयं दृष्टवन्तः तेषु बुद्ध्यर्थं भक्ष्यर्थम् अपि च अकर्मकधातव शब्द येषां कर्म अस्ति तादृशाः धातवः नाम बुद्ध्यर्थकाः धातवः भक्षार्थकाः धातवः अपि च शब्दकर्मकाः धातवः एतेषां कृते यः प्रयोज्यकर्ता अस्ति तस्य विकल्पेन कर्मसंज्ञा भवति यथा कर्मसंज्ञा भवति न न न न विकल्पेन कर्मसंज्ञा भवति इति न वक्तव्यं, न कर्मसंज्ञा तु नित्यरूपेण एव भवति, हा कर्मसंज्ञा नित्यरूपेण भवति गतिबुद्धि प्रत्यवसानार्थ इति सूत्रेण, परन्तु तस्य अनु प्रधानकर्म अपि च गौणकर्म, प्रधानकर्म अपि च गौणकर्म किं प्राप्नोति, नाम अनुक्त अस्ति वा उक्त अस्ति वा इति विषये बुद्ध्यर्थकाः भक्षार्थकाः शब्दकर्मकाः ये धातवः सन्ति तेषां कृते प्रथमा निजेच्छया नाम स्वस्य इच्छया अथवा कर्तुः विवक्षानुसारं प्रयोज्य कर्तुः एकस्मिन् पक्षे प्रथमा विभक्तिः भवति, यत्र तस्य प्रथमा विभक्तिः भवति तत्र गौणकर्मणः द्वितीया विभक्तिः भवति, अन्यस्मिन् पक्षे विकल्पेन यत्र प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति तत्र गौणकर्मणः प्रथमा विभक्तिः भवति, तत्र विकल्पेन भवति प्रथमा द्वितीया अथवा द्वितीया प्रथमा इति भवति, तत्तु सौकर्यमस्ति, तत्र फ्लेक्सिबिलिटि अस्ति। एतत्तु बुद्ध्यर्थकाः भक्षार्थकाः शब्दकर्मकाः धातूनां कृते एव, ये अन्ये धातवः सन्ति गत्यर्थकाः अपि च अकर्मकधातवः ये सन्ति तेषां कृते तु प्रयोज्य कर्तुः द्वितीया विभक्तिः एव भवति, तत्र कोऽपि विकल्पः न दृश्यते। उदाहरणेन वदामि वा भगिनी? न न न इदानीं पुनः वदतु, प्रयोज्यकर्तुः का विभक्तिः? प्रयोज्यकर्तुः क्षम्यतां, प्रयोज्यकर्तुः प्रथमा विभक्तिः एव भवति, ये द्वितीया विभक्तिः नास्ति, प्रयोज्यकर्मणः, इदानीं प्रयोज्यकर्मणः इति वक्तव्यं। पुनः एकवारं वदामि वा सम्यक् रीत्या? पुनः वदतु, कति गत्यर्थकाः अपि च अकर्मकधातवः ये सन्ति तेषां कृते प्रयोज्यकर्तुः सर्वदा प्रथमा विभक्तिः एव भवति, तत्र विकल्पः नास्ति। केवलं बुद्ध्यर्थकाः भक्षार्थकाः शब्दकर्मकाः ये धातवः तेषां कृते प्रयोज्यकर्तुः एकस्मिन् पक्षे प्रथमा विभक्तिः भवति, अन्यस्मिन् पक्षे द्वितीया विभक्तिः भवति। यस्मिन् पक्षे प्रथमा प्रयोज्यकर्तुः प्रथमा विभक्तिः तत्र गौणकर्मणः द्वितीया विभक्तिः, यस्मिन् पक्षे प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति तत्र गौणकर्मणः प्रथमा विभक्तिः भवति, तत्र एक्स्चेञ्ज् अस्ति। अपि च त्रयः त्रिषु वर्गेषु धातवः विभक्ताः इति भवती उक्तवती, तत्र यत्र ये अवशिष्टाः धातवः सन्ति, नाम ये गतिबुद्धिप्रत्यवसानार्थ शब्दकर्मकर्मकाणाम् इत्यस्मिन् ये धातवः परिगणिताः न सन्ति तेषां कृते प्रयोज्यकर्तुः प्रथमा, क्षम्यतां, प्रयोज्यकर्तुः तृतीया विभक्तिः एव भवति। सम्यक् सम्यक्, तर्हि इदानीं पुनः बहु सम्यक् भगिनि, सम्यक्तया उक्तम्। इदानीं तत्र पुनः एकवारम् अहं वदामि, शृण्वन्तु, इत्युक्ते तत्र प्रयोज्यकर्ता यः अस्ति तस्य कर्तृसंज्ञा एव अस्ति एतावता, तस्य कर्मसंज्ञा कदा भवति? कर्मणि प्रयोगः वा भवतु कर्तरी प्रयोगः वा भवतु, प्रयोज्यकर्तुः कर्मसंज्ञा कदा भवति? गतिबुद्धिप्रत्यवसानात् शब्दकर्मकर्मकाणम् अणिकर्ता स नौ इत्यस्य कार्यं यदा भवति तदानीमेव प्रयोज्यकर्तुः कर्मत्वं भवति। तद् कदा तादृशसंज्ञा कदा भवति इति चेत् गत्यर्थकधातुः भवेत्, बुद्ध्यर्थकधातुः भवेत्, प्रत्यवसानार्थकः भवेत्, शब्दकर्मकः भवेत्, अकर्मकः भवेत्, तदानीं प्रयोज्यकर्तुः कर्मत्वं भवति। तर्हि इदानीम् एतेषां धातूनां विषये एव चिन्तनं प्रथमं कुर्मः। तत्र एतेषां धातवः गत्यर्थकः, बुद्ध्यर्थकः, प्रत्यवसानार्थकः, शब्दकर्मकः, अकर्मकः इत्येते धातवः, एतेषां विभागद्वयं कुर्मः। तत् गत्यर्थकधातौ आदौ अस्ति, अकर्मकधातुः अन्ते अस्ति सूत्रे. अस्माकं प्रकृतसूत्रे गत्यर्थकधातवः आदौ सन्ति, अकर्मकधातवः अन्ते सन्ति सूत्रे. अतः तेषां तयोः ग्रहणम् एकस्मिन् स्तम्भे स्थापयन्तु. गत्यर्थकधातवः अकर्मकधातवः इति एकस्मिन् स्तम्भे. द्वितीयस्तम्भे अवशिष्टाः बुद्ध्यर्थकः, प्रत्यवसानार्थकः, शब्दकर्मकः. इदानीम् अनयोः विषये किम् अस्ति, साम्यं किम् अस्ति इति चेत् उभयत्र प्रयोज्यकर्तुः कर्मत्वं भवति अनेन सूत्रेण. एतेषां सर्वेषां धातूनां प्रयोज्यकर्तुः कर्मत्वं भवति. तर्हि कर्मसंज्ञाविषये प्रश्नः एव नास्ति. उभयत्र कर्मसंज्ञा तु अस्ति एव. स्तम्भ प्रथमस्तम्भे अपि प्रयोज्यकर्तुः कर्मत्वं, द्वितीयस्तम्भे अपि प्रयोज्यकर्तुः कर्मत्वं, तत्र भेदः नास्ति. इदानीं कर्मसंज्ञा प्राप्ता, तर्हि कर्मणि प्रयोगे कर्मसंज्ञायां प्राप्तायां प्रयोज्यकर्मणः तत्र प्रथमाविभक्तिः भवति वा न वा इत्येव विषये चर्चा. प्रथमाविभक्तिः कदा भवितुमर्हति? यदा प्रत्ययेन उक्तं चेदेव प्रथमाविभक्तिः भवितुमर्हति. अतः इदानीम् अत्र प्रथमस्तम्भे ये धातवः सन्ति, गत्यर्थकः, अकर्मकः, तत्र प्रयोज्यकर्मणः इदानीं कर्मसंज्ञा जाता खलु प्रयोज्यकर्तुः, तर्हि प्रयोज्यकर्मणः का विभक्तिः भवितुमर्हति इति चेत् सर्वदा प्रयोज्यकर्म एव प्रधानकर्म. अतः प्रधानकर्म इति कृत्वा तत्र प्रत्ययेन उक्तमस्ति कर्म इति कृत्वा तत्र प्रयोज्यकर्मणः प्रथमाविभक्तिः एव भवति, गौणकर्मणः द्वितीयाविभक्तिः एव भवति. प्रथमस्तम्भे प्रयोज्यकर्मणः प्रथमाविभक्तिः, गौणकर्मणः द्वितीयाविभक्तिः इति प्रथमस्तम्भे. द्वितीयस्तम्भे अवशिष्टाः धातवः इत्युक्ते बुद्ध्यर्थकधातवः, भक्षणार्थकधातवः, शब्दकर्मकः. एतेषां विषये किम् अस्ति इति चेत् निजेच्छया इत्युक्तं. निजेच्छया नाम तत्र इदानीं प्रयोज्यकर्तुः कर्मत्वम् अत्रापि भवति. गतिबुद्धि इति सूत्रेण प्रयोज्यकर्तुः कर्मत्वम् अत्रापि भवति. प्रयोज्यकर्ता अनन्तरम् अत्र प्रधानकर्म अस्ति, अनन्तरं गौणकर्म अस्ति. इदानीम् अनयोः मध्ये कस्य प्रथमाविभक्तिः इति चेत् अस्माकं विवक्षानुगुणं वयम् इच्छामः चेत् प्रयोज्यकर्मणः प्रथमाविभक्तिः भवति, नो चेत् प्रयोज्यकर्मणः द्वितीयाविभक्तिः भवति. तर्हि प्रयोज्यकर्मणः प्रथमाविभक्तिः भवति चेत् तदानीं गौणकर्मणः द्वितीयाविभक्तिः भवति, गौणकर्मणः प्रथमाविभक्तिः भवति चेत् प्रयोज्यकर्मणः द्वितीयाविभक्तिः भवति निजेच्छया. अतः तत्र क्लेशः नास्ति इति एवमेव नियमः. अन्ततो गत्वा अहं किं वदामि इति चेत् एतेषां धातूनां विषये गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् एतेषां धातूनां विषये प्रयोज्यकर्मणः प्रथमाविभक्तिः क्रियते चेत् सर्वदा कुत्रापि दोषः न भवति. प्रयोज्यकर्मणः सर्वदा प्रथमाविभक्तिः, गौणकर्मः सर्वदा द्वितीयाविभक्तिः इति वयं कुर्मः चेत् कुत्रापि दोषः न भवति. परन्तु किं स्मर्तव्यम् इति चेत् बुद्ध्यर्थक भक्षणार्थकशब्दकर्मकाणां विषये तु प्रयोज्यकर्मणः द्वितीयाविभक्तिः अपि भवितुम् अर्हति, अपि भवितुम् अर्हति इति वयं पार्श्वे स्थापयामः. परन्तु अस्माकं वाक्यरचनावेलायां प्रयोज्यकर्मणः प्रथमाविभक्तिः क्रियते चेत् कुत्रापि दोषः न भवति इति इदानीं स्तम्भद्वयस्य विषये मया उक्तम्. इदानीम् अन्ये ये धातवः सन्ति गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् इति सूत्रे ये धातवः उल्लेखिताः तान् विहाय अन्ये ये धातवः सन्ति तेषां विषये तु प्रयोज्यकर्तुः कर्मत्वमेव न भवति. कर्मत्वं एव न भवति चेत् प्रयोज्यकर्तुः अनुक्तकर्तरि सर्वदा तृतीयाविभक्तिः एव भवति. कर्तृकरणयोः तृतीया इत्यनेन तृतीयाविभक्तिः एव भवति. अतः तत्र तु प्रयोज्यकर्तुः तृतीयाविभक्तिः एव भवति इति विषयः. तत्रापि प्रयोज्यकर्म भवति खलु प्रयोगेण न भवति, न भवति प्रयोज्यकर्मसंज्ञा भगिनि. तत्र गौणक कर्म किं भवति? इदानीं वाक्यद्वयम् अहं वाक्यद्वयं वदामि. प्रथमं तत्र कत्यर्थकानां विषये एकं वाक्यम्, अकर्मकानां विषये एकं वाक्यम्, अनन्तरं बुद्ध्यर्थकानाम्। इदानीं तत्र क्रमेण शोभा भगिनी भवती वदतु, गत्यर्थकानां विषये एकं वाक्यं वदतु, कर्मणि प्रयोगे वदतु। गत्यर्थकानां कर्मणि प्रयोगे, अस्तु। यथा तत्र पिता पुत्रं कर्मणि खलु, अस्तु, पिता ग्रामं गच्छति, पिता पुत्रं ग्रामं गमयति इति भवेत्, किन्तु तत्र गत्यर्थकधातुः इति कृत्वा किं भवति, गतिबुद्धि तत्र कर्मसंज्ञा प्राप्नोति, प्रयोज्यकर्तुः पिता पुत्रं ग्रामं गमयति इति भवति। सम्यक् वा? कर्मणि कर्मणि हा। इदानीं पिता पित्रा पुत्रः ग्रामं गम्यते इति भवति। मूलवाक्यं वदतु, यथा भवती उक्तवती पुत्रः ग्रामं गच्छति इति उक्तवती खलु, एवमेव मूलवाक्यम् अन्यन्तवस्थायां कर्मणि प्रयोगे वाक्यं किं भवति? पुत्रः ग्रामं गच्छति, न कर्तरिप्रयोगे मास्तु, कर्मणि प्रयोगे। क्षम्यतां, पुत्रेण ग्रामः गम्यते, पुत्रेण ग्रामः गम्यते इति प्रयोज्यकर्तुः तृतीया, ग्रामः इति तत्र प्रथमा भवति इदानीं। न, यदा वयं वदामः सम्यक्तया वक्तव्यं, पुत्रेण ग्रामः गम्यते इत्यत्र पुत्रः इत्यस्य पुत्रः प्रयोज्यकर्ता नास्ति, अन्यन्त अवस्थायाम् आसीत्, तत्र नास्ति। सम्यक् अग्रे वदतु। इदानीं अग्रे प्रयोजककर्तारं नीत्वा वदनीयं खलु। तर्हि पुत्रेण ग्रामः गम्यते इति अस्ति, इदानीं पिता पुत्रं तत्र गम्यते इति आगच्छति पुनः, अतः पित्रा पुत्रः ग्रामं गम्यते। उत्तमम्, इदानीं गम्यते इति तिष्ठति, अन्यथा इत्युक्ते तत्र पिता पुत्रमिति पित्रा पुत्रः इति उक्तवती, पुत्रः गम्यते इति, यतोहि अन्यथा पित्रा अन्यथा अत्र न भवति, एकः तत्र विकल्पः नास्ति, अत्र कत्यर्थकानाम् अकर्मकाणां विकल्पः। क्षम्यताम्। अतः यथा भवती उक्तवती पित्रा पुत्रः ग्रामं गम्यते इति वाक्यं सम्यक्, तत्र विकल्पेन प्रयोज्यकर्तुः कर्मत्वं न भवति इति। समीचीनम्, इदानीं सम्यक्। इदानीं तत्र सुमन् भगिनी बुद्ध्यर्थकधातुं स्वीकृत्य वदतु एकं वाक्यम्। अस्ति वा? अस्तु, तर्हि सूर्यकुमारी भगिनी वदतु। बुद्ध्यर्थक पिता कर्मणि प्रयोगः, ओ कर्मणि पिता इति आरप्स्यते चेदेव मया ज्ञायते कर्तरिप्रयोगे वदति अस्ति, कर्मणि प्रयोगे पित्रा पित्रा पुत्रं पाठं बोधयति बोध्यते, एवं वदति चेत् क्लेशः भवति। इदानीं तत्र अन्यन्तवस्थायां कर्मणि प्रयोगे प्रथमं वाक्यं वक्तव्यम्, ओके, तदनन्तरं प्रयोजककर्तारं योजयित्वा वाक्यं वक्तव्यम्। पुत्रेण पाठं पुत्रेण पाठं बुद्धिदातुः खलु बुद्धिदातुः खलु बुद्धिदातोः कर्मणि प्रयोगरूपं किं बोध्यते न बोध्यते इति कथं गुणः न भवति बुध्यते बुध्यते वाक्यं वदतु पुत्रेण पाठं बुध्यते न क्षम्यतां पुत्रेण पाठः बुध्यते सम्यक् उत्तमं पुत्रेण पाठः बुध्यते बुध्यते इदानीं निजन्तवाक्यं निज निजन्तवाक्यं पिता पित्रा बदर् बदर् बदर् जायते क्रर् बदर् जायते पिता इति वदति चेत् पित्र कर्मणि प्रयोगः खलु कर्मणि पित्र पुत्र पुत्रः पाठं पाठं बुध्येते न इदानीं बुध्यते बुध्यते इति नास्ति निजन्तप्रयोगे कर्तरीप्रयोगे निजन्तरूपं किं भवति बोधयति बोधयति इति अस्ति खलु इदानीं बोधयति इति रूपस्य कर्मणि बोध्यते इति रूपं बोध्यते भवति आं बोध्यते वाक्यं वदतु पित्रपुत्रः पाठं बोध्यते अन्यस्मिन् पक्षे पुत्रं पाठः बोध्यते उत्तमं बहु सम्यक् सम्यक् अस्ति पित्रा पुत्रः पाठं बोध्यते इति एकं वाक्यं पित्रा पुत्रं पाठः बोध्यते इति अपरं वाक्यं तत्र पुत्रः इति प्रयोज्यकर्म अस्ति प्रधानकर्म अस्ति तस्य प्रथमाविभक्तिः अपि भवितुमर्हति द्वितीयाविभक्तिः अपि भवितुमर्हति अस्माकं विवक्षानुगुणं यत्र धातुः बुद्ध्यर्थकः भक्षणार्थकः शब्दकर्मकः अस्ति अस्तु सम्यक् इदानीम् उमा भगिनी भक्षणार्थकधातुं स्वीकृत्य एकं कर्मणि प्रयोगे वाक्यं वदतु एवमेव भगिनि गौणकर्मणः सर्वदा द्वितीयः एव द्वितीयविभक्ति एव किं गौणकर्मणः सर्वदा द्वितीयविभक्ति एव भवति वा न इदानीं बुद्ध्यर्थकभक्षणार्थकशब्दकर्मक अस्ति चेत् प्रधानकर्म प्रथमाविभक्तिः चेत् गौणकर्मणः द्वितीयविभक्तिः प्रधानकर्म द्वितीयविभक्तिः चेत् गौणकर्मणः प्रथमाविभक्तिः लकारेण किमपि उक्तं स्यात् खलु द्वयोः द्वितीयविभक्तिः न भवितुम् अर्हति एकस्य तु प्रथमाविभक्तिः भवति एव यतोहि लकारेण कर्म उक्तं भवति लकारेण प्रधानकर्म उक्तं भवति वा गौणकर्म उक्तं भवति वा इत्यत्र एव विकल्पः अस्ति उमा भगिनी वक्तुमिच्छति वा वदामि विदुरः कृष्णं फलानि बदर् जायते वन् सेकेण्ड् प्रथमे कर्तरिप्रयोगं वदति वदामि किमर्थम् किमर्थं कर्तरीप्रयोगे कर्मणि प्रयोगे तत्र मिक्स् करोति चेत् क्लेशः भवति ओके ओके इदानीं कर्मणि प्रयोगे पृथक्तया वदतु कर्मणि प्रयोगे सामान्यवाक्यं वदतु तत्र दीर्घं वाक्यं मास्तु जाटिल्यं मास्तु वाक्ये सरलं वाक्यं तत्र अन्यन्तावस्थायां वदतु ओके अन्यन्तावस्थायाम् ओके फलानि मया खाद्यन्ते खाद्धातु मास्तु सारी भुज् दातु स्वीकरोतु भुज् भुज् दातु भक्ष् मास्तु भुज् ओके भुज फलानि मया भुज्यन्ते सम्यक् मया फलानि भुज्यन्ते सम्यक् यन्त्रवस्थायां यन्त्रवस्थायां माता मां फलानि माता इति वा माता इति वा माता मात्रा मात्रा फलानि प्रथमापि ओके मात्रा मां फलानि खादयन्ते न भुज् दातुः खलु सारि सारि भुज् सारि भुज्य भुज् कर्तरिप्रयोगे किं रूपं भवति कर्तरि भोजय भुज्यन्ते न न भोजयति ओके फलानि फलानि भोजयन्ते न न कर्तरिप्रयोगे भोजयति इति रूपमस्ति कर्मणि प्रयोगे किं रूपं स्यात् कर्मणि प्रयोगे कर्मणि प्रयोगं भोज्यते भोज्यन् या माता मां फलानि भोज्यन्ते मात्रा भोजयन्ते सारि भोजयन्ते मात्रा मां फलानि भोजयन्ते न भोजयन्ते नास्ति भोज्यन्ते कर्मणि प्रयोगे भोजयति भोजयन्ति भोजयन्ति भोजयति इत्यत्र भोज्यन्ते भोज्यन्ते चकार उत्तरवर्ति अकारः नास्ति इदानीं भोज्यन्ते भोजि इति धातुः भोजि इति धातुः तत्र यक् प्रत्ययं योजयामः तत्र निच् प्रत्ययस्य लोपः भवति निच् प्रत्ययस्य लोपः सर्वत्र भवति इति कृत्वा भोज्यन्ते इति एकस्मिन् पक्षे अन्यस्मिन् पक्षे माम् अन्यस्मिन् पक्षे किम् अस्ति भगिनि एतावता सम्यक् उक्तं मात्रा मां फलानि भोज्यन्ते इति सम्यक् अस्ति भोज्यन्ते इत्यनेन किम् उक्तमस्ति गौणकर्म फलानि फलानि तत्र अहमिति स्यात् खलु फलानि यदि उच्यन्ते प्रथमाविभक्ति भगिनी फलानि प्रथमाविभक्तौ उक्तवती इति कृत्वा फलानि भोज्यन्ते फलानि भोज्यन्ते तत्र प्रथमाविभक्तिः विकल्पेन न न उमा भगिनी चिन्तयित्वा वदति इदानीं वदतु भगिनी विकल्पेन किं भवति इदानीं माम् इति उक्तवती द्वितीयविभक्तौ इदानीं तत्र विकल्पेन प्रथमाविभक्तिः भवति सो मात्रा अहं फलानि अहं निमिषं भोज्यामि भोज्ये या सारि सारि भोज्ये अहं भोज्ये इति अस्ति. सम्यक् सम्यक्. एकवचने भवति उत्तमपुरुषे भवति अहम् इति अनुसृत्य. सम्यक् समीचीनम्. तर्हि इदानीं प्रश्नः अस्ति, भक्षार्थे उक्तं तदर्थं प्रत्यवसानार्थ अन्ये धातवः अपि सन्ति खलु? पक्षार्थकः इति उक्तं खलु, पक्ष इति धातोः अर्थे ये धातवः सन्ति, अतः प्रत्यवसानार्थकः इत्येव अर्थः. ओके. पक्षार्थकः इत्युक्ते पक्ष इत्यस्मिन् अर्थे ये धातवः सन्ति इत्युक्ते प्रत्यवसानार्थकः इत्येव अर्थः. तुल्यप्रदमेव एव अस्ति. अस्तु, इदानीं तत्र शब्दकर्मकाणां विषये तत्र कः वदति? विजयाभगिनी वदति वा? न श्रूयते. महोदय इदानीं महोदये वदतु. श्रूयते वा? आम् श्रूयते. अस्तु, अत्र एकनिमिषं महोदय. शब्द कर्मकाणां बुद्ध्यर्थ अस्तु महोदय. शब्दकर्मक दातवः एतदेव खलु महोदय? अत्र श्रीहरिणा विधिः वेदम् अध्याप्यते. एतत् अन्यन्तवस्थायां वाक्यं किम् अस्ति इति प्रथमतया वदतु. अत्र श्रीहरिः विधिः वेदः अत्र अत्र अस्माकम् उदाहरणे उक्तमस्ति, तदेव वदन्ति अस्ति. अस्तु अस्तु वदतु. न अत्र तृतीया विभक्ति कर्मणि प्रयोगे अस्ति खलु महोदय? अत्र अध्याप्यते इति अन्यन्तवस्थायां वदतु प्रथमतया. अन्यन्त अवस्थायाम् इदानीं श्रीहरिः विधिः वेदः अध्यापयति इति. श्रीहरिः वेदम् श्रीहरिः कर्मणि प्रयोगे एतत् कर्मणि प्रयोगे अस्ति खलु महोदय? न न, अन्यन्तवस्थायां वदतु भगिनि. कोऽपि वक्तुं शक्यते वा? वदतु महोदय, अहं शृणोमि. अस्तु, भवती न अवगतम् इति मया उक्तं तत्र. आमामामाम् अत्र यद् अस्ति तद् वाक्यं त्यजतु. भवती सामान्यवाक्यं बुद्ध दातुं स्वीकृत्य न शब्दकर्म इति उक्तं खलु, वेदः इति कर्मपदं स्वीकृत्य वदतु. बालकेन पाठः पठ्यते. बालकेन पाठः पठ्यते. पाठः पठ्यते इति अत्र शब्दकर्म अस्ति इति न ज्ञायते खलु भगिनि? तर्हि वेदवेदं करोतु. बालकेन वेदं पठ्यते. वेदः पठ्यते. बालकेन वेदः पठ्यते. इदानीम् अन्यन्तवस्थायां मात्रा बालकः वेदं पाठ्यते. मात्रा बालकः एकं तु बालकम् उक्तं नन्नतु बालकः वेदं पाठ्यते बालकः अथवा बालकं वेदः पाठ्यते तावदेव सामान्यमस्ति विजयाभगिनी पश्यति वा बालकेन वेदः पठ्यते इति सामान्यवाक्यं बालकेन वेदः पठ्यते इति वाक्यम् इदानीं पठ्यदातुः शब्दकर्मकः अस्ति यतोहि वेदः शब्दः अस्ति खलु अतः पठ्यदातुः शब्दकर्मकः अस्ति इदानीं न्यन्तवस्थायां वक्तव्यं चेत् इदानीं प्रयोज्य कर्तारं योजयामः मात्रा मूले वाक्यमासीत् पुत्रेण वेदः पठ्यते इदानीं मात्रा पुत्रः वेदं पाठ्यते पुत्रः इति प्रयोज्यकर्म अस्ति प्रयोज्यकर्मणः इदानीं तत्र प्रथमभक्तिः यतोहि लकारेण उक्तमस्ति प्रयोज्यकर्म अतः मात्रा पुत्रः वेदं पाठ्यते अथवा मात्रा पुत्रं वेदः पाठ्यते इत्यपि भवितुमर्हति अस्माकं विवक्षानुगुणं पुत्रः प्रथमाविभक्त्यां भवति नो चेत् द्वितीयविभक्त्यां भवति तदेव प्रधानकर्म अवगतं गौणकर्म द्वितीयविभक्तिः भवति नो चेत् प्रथमाविभक्तौ भवति तावदेव अस्तु महोदय इदानीं स्तम्भद्वयस्य विषये अस्माभिः पठितम् इदानीम् अवशिष्टानां धातूनां कथं भवति इति अग्रिमसप्ताहे समयः जातः वा समयः जातः खलु आम् 9 अभवत् महोदय अतः अत्र स्थगयामः पुनः एकवारं शृण्वन्तु पठन्तु अग्रे अभ्यासः भवति अतः नियमः सम्यक्तया न अवगतं चेत् क्लेशः अतः अत्र नियमाः लिखिताः अपि सन्ति अत्र नियमाः लिखिताः अपि सन्ति अतः पठन्तु अवश्यं महोदय तर्हि अत्र स्थगयामः धन्यवादः शुभदिनं धन्यवादः धन्यवादः धन्यवादः धन्यवादः